पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 20 हरिरुवाच तपसानेन पुण्येन सत्येनानेन ते द्विज स्तोत्रेण पावनेनापि तुष्टोऽस्मि व्रियतां वर वरं दत्मि महाभाग यत्ते मनसि वर्तते यं यमिच्छसि कामं त्वं तं तं ते पूरयाम्यहम् सोमशर्मोवाच प्रथमं देहि मे कृष्ण वरमेकं सुवाञ्छितं सुप्रसन्नेन मनसा यद्यस्ति सुदया मम जन्मजन्मान्तरं प्राप्य तव भक्तिं करोम्यहं दर्शयस्व परं स्थानमचलं मोक्षदायकं स्ववंशतारकं पुत्रं दिव्यलक्षणसंयुतं विष्णुभक्तिपरं नित्यं मम वंशप्रधारकं सर्वज्ञं सर्वदं दान्तं तपस्तेजस्समन्वितं देवब्राह्मणलोकानां पालकं पूजकं सदा देवमित्रं पुण्यभावं दादारं ज्ञानपण्डितं देहि मे ईदृशं पुत्रं दारिद्र्यं हरकेशव भवत्वेवं न सन्देहो वरमेनं वृणोम्यहं हरिरुवाच एवमस्तु द्विजश्रेष्ठभविष्यदि न संशयः मत्प्रसादात् सुपुत्रस्तु तव वंशप्रतारकः भोक्ष्यसि त्वं वरान् भोगान् दिव्यांश्च मानुषानिह समालोक्य परं सौख्यं पुत्रसम्भवजं शुभं यावज्जीवसि विप्रत्वं तावद्दुःखं न पश्यसि दादा भोक्ता गुणग्राही भविष्यसि न संशयः सुतीर्थे मरणं चापि यास्यसि त्वं परां गतिम् एवं वरं हरिर्दत्त्वा सप्रियाय द्विजायसः अन्तर्धानं गतो देवस्वप्नवत् परिदृश्यते तदा सुमनया युक्तः सोमशर्मा द्विजोत्तमः सुतीर्थे पावने तस्मिन्रेवातीरे सुपुण्यदे अमरकण्टके विप्रो दानं पुण्यं करोति सः गते बहुतरे काले तस्य वै सोमशर्मणः कपिलारे वयोः सङ्गे स्नानं कृत्वा स निर्गतः दृष्टवान् पुरतो विप्रश्वेदमेकं हि कुञ्जरम् सुप्रभं सुन्दरं दिव्यं सुमदं चारुलक्षणं नानाभरणशोभाङ्गं बहुलक्ष्म्या समन्वितं सिन्दूरैकुङ्कुमैस्तस्य कुम्भस्थले विराजिते कर्णनीलोत्पलयुधं पदाकादण्डसंयुतम् नागोपरिस्थितो दिव्यः पुरुषो दृढसुप्रभः दिव्यलक्षणसम्पन्नः सर्वाभरणभूषितः दिव्यमालाम्बरधरो दिव्यगन्धानुलेपनः सुसौम्यं सोमवत्पूर्णच्छत्रचामरसंयुतं नागारूढं प्रयान्तं तम् पुनः पश्यति सत्तमः सिद्धचारणगन्धर्वैः स्तूयमानं सुमङ्गलम् सगजं सुन्दरं दृष्ट्वा पुरुषं दिव्यलक्षणं व्यतर्कयत् सोमशर्मा विस्मयाविष्टमानसः कोऽयं प्रयाति दिव्याङ्गः पन्थानं प्राप्य सुव्रतः एवं चिन्तयतस्तस्य यावद्गृहं समाप्तवान् प्रविशन्तं गृहद्वारं देवरूपं मनोहरं हर्षेण महदा विष्टसोम शर्मा द्विजोत्तमः स्वगृहं प्रति धर्मात्मा त्वरमाणः प्रयाति च गृहद्वारं गतो यावत् तावत् तं तु न पश्यति पतितान्येव पुष्पाणि सौहृदानि महामतिः दिव्यानि वासयुक्तानि प्राङ्गणे द्विजसत्तमः चन्दनैः कुङ्कुमैः पुण्यैः सुगन्धैस्तु विलेपितं स्वकीयं प्राङ्गणे दृष्ट्वा दुर्वाक्षदसमन्वितं स एवं विस्मयाविष्टश्चिन्तयानः पुनः पुनः ददर्श सुमनां प्राज्ञो दिव्यमङ्गलसम्पदं सोम शर्मोवाच केन दत्तानि दिव्यानि एतान्याभरणानि च शृङ्गारं रूपसौभाग्यं वस्त्रालङ्कारभूषणं तन्मे त्वं कारणं भद्रे कथय स्वाविशङ्किता एवं सम्भाष्यदां भार्यां विररामद्विजोत्तमः सुमनोवाच शृणु कान्दसमायादः कश्चिद्देववरोत्तमः श्वेदनागसमारूढो दिव्याभरणभूषितः दिव्यगन्धानुलिप्ताङ्गो दिव्याश्चर्यसमन्वितः न जाने को हि देवोऽसौ विप्रगन्धर्वसेवितः स्तूयमानसमायादो देवगन्धर्वचारणैः योषितः पुण्यरूपाढ्या रूपशृङ्गारसंयुताः सर्वाभरणशोभाढ्याः सर्वाः पूर्णमनोरथाः ताभिः सह समक्षं मे पुरुक्षेण महात्मना चतुष्कं पूरितं रत्नैः सर्वशोभासमन्वितं तत्राहमासने पुण्ये स्थापिता ब्राह्मणैः किल वस्त्रालङ्कारभूषां मे ददुस्ते सर्व एव हि वेदमङ्गलगीतैस्तु शास्त्रगीतैश्च पुण्यदैः अभिषिक्तास्मि तैः सर्वैरन्तर्धानं पुनर्गदाः मामेवं परितः सर्वे पुनरुचुर्द्विजोत्तम तव गेहं वयं सर्वे वसिष्यामः सदैव हि शुचिर्भव सुकल्याणि भर्त्रा सार्धं सदैव हि एवमुक्त्वा गदा सर्वे एवं दृष्टं मयैव हि तया यत्कथितं वृत्तं समाकर्ण्यमहामतिः पुनश्चिन्तां प्रपन्नोऽसौ किमिदं देवनिर्मिदं विचिन्तयित्वाथ तदा सोमशर्मा महामतिः ब्रह्मकर्मणि संयुक्तः साधर्म्यं धर्ममुत्तमं तस्माद्गर्भं महाभागादधारव्रतशालिनी तेन गर्भेण सा देवी अधिकं शुशुभे तदा सन्दीप्तपुत्रसंयुक्त तेजोज्ज्वाला समन्विता सा हि जज्ञे च तपसा तनयं देवसन्निभं अन्तरिक्षे तदो नेदुर्देवदुन्दुभयस्तदा शङ्कान् दध्मुर्महादेव गन्धर्वाललितं जगुः अप्सरसस्तथा सर्वा ननृतुस्तास्तदा किल अध ब्रह्मासुरैः सार्धं समायादो द्विजोत्तमः चकार नाम तस्यैव सुव्रतेदि समाहितः नाम कृत्वा तदो देव जग्मुः सर्वे महौजसः गदेषु तेषु देवेषु सोमशर्मासु तस्य च जातकर्मादिकं कर्म चकारद्विजसत्तमः जादे पुत्रे महाभागे सुव्रते देवनिर्मिते तस्य गेहे महालक्ष्मीर्धनधान्यसमाकुला गजाश्वमहिषी गावकाञ्चनं रत्नमेव च यथा कुबेरभवनं शुशुभे धनसञ्चयैः तत्सोम शर्मणो गेहं तथैव परिराजते ध्यानपुण्यादिकं कर्म चकारद्विजसत्तमः तीर्थयात्रां गदो विप्रो नानापुण्यसमाकुलः अन्यानि यानि पुण्यानि दानानि द्विजसत्तमः चकार तत्र मेधावी ज्ञानपुण्यसमन्वितः एवं साधयदे धर्मं पालयेच्च पुनः पुनः पुत्रस्य जातकर्मादिकर्माणि द्विजसत्तमः विवाहं कारयामास हर्षेण महता किल पुत्रस्य पुत्राः संजातात् सगुणा लक्षणान्विताः सत्यधर्मतपोपेदा दानधर्मरदाः सदा स तेषां पुण्यकर्माणि सोमशर्माचकारः पौत्राणां तु महाभागस्तेषां सुखेन मोददे सर्वं सौख्यं च सम्भुज्य जरारोगविवर्धितः पञ्चविंशाब्दिको यद्वत् तद्वत् कायं तु तस्य हि सूर्यतेजप्रतिकाश्य सोमशर्मा महामतिः सा चापि शुशुभे देवी सुमना पुण्यमङ्गलैः पुत्रपौत्रैर्महाभागा दानव्रतैश्च संयमैः अधिभादिविशालाक्षी पुण्यैः पतिव्रतादिभिः तारुण्येन समायुक्ता यथा षोडशवार्षिकी मोदमानौ महात्मानौ दम्पती चारुमङ्गलौ हर्षेण च समायुक्तौ पुण्यात्मानौ महोदयौ एवं तयोस्तु वृत्तान्तं पुण्याचारसमन्वितं सुव्रतस्य प्रवक्ष्यामि व्रतचर्यां द्विजोत्तमः यथा तेन समाराध्य नारायणमनायमम् इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे ऐन्द्रे सुमनोपाख्याने सुव्रतोत्पत्तिर्नाम विंशोऽध्यायः ॐ